गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदयविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अत्र परापरव्यवहारसाधा असाधारणकारणे परापरत्वापरत्वे तर्हि परत्वम् अपरत्वम् इति गुणौ सः चतुर्विंशतिगुणेषु अन्यतमौ तत्र स्मः. तत्र दिक्कृतपरत्वापरत्वं कालकृतपरत्वापरत्वम् इत्येतत् सर्वम् अस्माभिः अधीतं. तस्मात् पूर्वम् अनुमानविषये प्रश्नाः सन्ति चेत् इदानीं चिन्तयितुं शक्यते. अपि च श्रीराममहोदयस्य प्रश्नः आसीत् एकदेशः इति तेन न अवगतमिति. तर्हि किञ्चिदिव तस्मिन् विषये चिन्तयित्वा अग्रे परत्वापरत्वे अग्रे सरेम. अस्तु श्रीराम महोदय, भवान् पृच्छति वा प्रथमम्. अस्तु महोदय, तत्र करपत्रे कश्चन परिच्छेदः अस्ति. अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः, साध्यं व्यापकम्. व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः. पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नामकः धूमः वह्निव्याप्य धूमः वह्निव्याप्य धूमः. वह्निव्याप्ति धूमे इत्यर्थः. वह्निव्याप्ति नाम कः इति चेत् धूम अधिकरणवृत्ति अन्यथा अभाव अप्रतियोगी वह्निः समानाधिकरणः धूमः वह्निसमानाधिकरण्यं धूमे. एतद्वाक्यं किञ्चित् विवृणोति वा महोदय? वह्निव्याप्तिः नाम कः इति चेत् धूम अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरण धूमः वह्निसमानाधिकरण्यं धूमे. अस्ति तत्र. अस्तु, प्रथमं भवान् व्याप्तिः इत्युक्ते किम् इति वदति वा? व्याप्ति इत्युक्ते यत्र यत्र तत्र तत्र इति वाक्यं यत् वदामः तदेव व्याप्तिः महोदय. किन्तु यत्र यत्र कारणं तत्र तत्र कार्यम् इति वदामश्चेत् तद् व्याप्तिः भवति वा? व्यापकः व्याप्ति इति व्यापकः व्याप्यः इति भवति व्याप्तिवाक्ये. बहु समीचीनं. व्याप्यव्यापकभावबोधकवाक्यमस्ति व्याप्तिः. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. व्यापकः इति एकं वाक्यम्. अन्वयव्याप्तिः एतत्. अन्वयव्याप्तिः. तदनन्तरं यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः अपि नास्ति इति व्यतिरेकव्याप्तिः. तर्हि बहु समीचीनं. तर्हि यत्र यत्र तत्र तत्र इति वाक्यं भवति, किन्तु यत्र यत्र कारणं तत्र तत्र कार्यम् इति न. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. व्याप्यव्यापकभावबोधकवाक्यमस्ति व्याप्तिः, खलु? सत्यम्. अस्तु, तर्हि तदनन्तरम् इदानीं व्याप्यः इत्युक्ते किम्? व्यापकेन न्यून अधिकरणवृत्तिः अस्ति. अधिक न्यूनदेशे यत् भवति तत् व्याप्यः भवति. सत्यम्. अधिकदेशे यद्भवति तद् व्याप्यः व्यापकः भवति. सत्यं. व्यापके अधिकदेशवृत्तित्वं, व्याप्ये न्यूनदेशवृत्तित्वं. सत्यं. वृत्तित्वम् इत्युक्ते आधेयत्वम् इति अर्थः. अस्तु अस्तु, इदानीं वाक्यं पश्येम. अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः, साध्यं व्यापकं. तद्वयं जानीमः. यत्र यत्र हेतुः तत्र तत्र साध्यं. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति. व्याप्यः इत्युक्ते व्याप्तिमान् इति अर्थः. यः व्याप्तिमान्. व्याप्तिमान् इत्युक्ते किम्? व्याप्तिः अस्य अस्ति इति वा? अस्य अस्मिन् वा व्याप्तिः अस्ति. यः व्याप्तिमान् सः व्याप्यः. पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नाम कः? धूमः. वह्निव्याप्यः इति समस्तपदं, तस्य विग्रहवाक्यं वदतु. वह्निना व्याप्यः धूमः. समीचीनं, वह्निना व्याप्यः, वह्निव्याप्यः तृतीयतत्पुरुषं खलु. तृतीयतत्पुरुषम् इति नास्ति, वह्निना व्याप्यः यः सः इति बहुव्रीहि. किमर्थं चेत् वह्निव्याप्यः इत्युक्ते कः? अन्यपदम्, अन्यपदमस्ति सत्यं. तृतीया बहुव्रीहि समासः. सत्यं, वह्निना व्याप्यः यः सः इति. सत्यं, अस्तु. तर्हि तत् धूमः, वह्निव्याप्यः इत्युक्ते धूमः. वह्निव्याप्य धूमः, धूमः वह्निव्याप्तिः धूमे इत्यर्थः. वह्निव्याप्तिः नाम कः इति चेत् अस्ति, अस्तु इदानीं वह्निव्याप्तिः इत्युक्ते किम् इति प्रश्नः. धूम अधिकरणवृत्ति, धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः समानाधिकरणधूमः. वह्निः समानाधिकरणं धूमे सामानाधिकरणम् अस्तु. अत्र पश्यतु, इतोपि किञ्चित् अत्र सामानाधिकरण्यम् आनीतं तावदेव. अस्तु, इदानीं व्याप्यः व्यापकः इत्युक्ते किं? यस्य न्यूनदेशवृत्तित्वम् अस्ति सः व्याप्यः, यस्य अधिकदेववृत्तित्वम् अस्ति सः व्यापकः. किन्तु वृत्तित्वम् इति वदामश्चेत् समान अधिकरणे इति वक्तव्यं खलु. सत्यं, समानाधिकरणे अन्यत् अपि अस्ति खलु महोदय, द्वयोः मध्ये एव समानधिकरण्यं भवति. तत्र समानाधिकरणः अधिकरणं भवति, तदा द्वयोः आदेयोः समानाधिकरण्यं भवति. समानाधिकरण्यं भवति, समानाधिकरण्यं भवति. हा, तर्हि इत्युक्ते न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति यद्यपि व्याप्यः व्यापकः इति वदामः, तथापि समान अधिकरणे न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति वक्तव्यं. नो चेत् किं भवति, इदानीं विरलतया एव सिंहाः सन्ति लोके, तस्य अपेक्षया इदानीं काकः बहवः सन्ति इति कृत्वा इदानीं काकः व्यापकः, सिंहः व्याप्यः इति न वक्तुं शक्यते. एकस्मिन् वने इदानीं वनम् एकस्मिन् वने गजाः इत्युक्ते सिंहाः काकाः इति स्वीकुर्मश्चेत् तत्र व्याप्यव्यापकभावः अस्ति, तर्हि अधिकरणं समानं भवेत्. अस्तु, अत्र इदानीं पश्येम, धूम अधिकरणवृत्ति, वृत्ति इत्युक्ते किम्? आदेयः इति खलु, आदेयत्वमेव वृत्तिः. धूमस्य अधिकरणं यदस्ति तस्मिन् धूमस्य आदेयत्वं, तादृश आदेयत्वस्य अत्यन्त अभाव अप्रतियोगी वह्निः इत्युक्ते अत्र अत्यन्त अभावः इत्युक्त्वा तदनन्तरम् अप्रतियोगी इति भवति. तर्हि अत्र कस्य अत्यन्त अभावः उक्तः? अत्र अत्यन्त अभावः अन्यपदार्थानाम् अत्यन्त अभावः, वह्निविना यत् अस्ति तेषाम् अत्यन्त अभावः. धूम अधिकरणवृत्ति अत्यन्त अभाव इति लिखितं खलु. धूम अधिकरणवृत्त्याः अत्यन्त अभावः वा? आम्, सत्यं. धूम अधिकरणवृत्ते वृत्तेः वृत्तिः इति वृत्तिः इति स्त्रीलिङ्गपदमस्ति खलु, तर्हि यद्भवता उक्तं तदेव सत्यं. वृत्त्याः द्वयमपि अस्ति, किञ्चित् सम्यक् विस्मृतम् अस्ति. समीचीनं महोदय. किमिति? वृत्तेः इति समीचीनमेव, षष्ठीविभक्तिः वृत्तेः. न, यदि प्रातिपदिकं स्त्रीलिङ्गमस्ति, अत्र वृत्तिः इति इक्तिन् प्रत्ययम् उपयुज्य भक्तिः इव तिन् प्रत्ययं तिन् इति प्रत्ययं केवलं स्त्रीलिङ्गे एव भवति. अस्तु भवतु यत्किमपि धूम अधिकरणीयवृत्त्याः अत्यन्ताभावः अत्यन्ताभावः. अस्तु तर्हि धूमः यस्मिन् अधिकरणे नास्ति तर्हि धूमः यस्मिन् अधिकरणे नास्ति अत्यन्तभावः अस्ति खलु. घटः भूतले नास्ति इति अत्यन्तभावस्य उदाहरणम्. एवमेव धूम अधिकरणवृत्तिः वृत्त्याः अत्यन्तभावः यस्मिन् अधिकरणे नास्ति तर्हि तस्य प्रतियोगी किं भवति? अत्यन्त धूम अधिकरणवृत्ति अत्यन्त अभावस्य प्रतियोगी एकनिमिषं पुनः धूम अधिकरणवृत्ति पुनः किञ्चित् महोदय किञ्चित् भ्रमः अस्ति अत्र. धूम अधिकरणवृत्ति अत्यन्त अभावः इत्युक्ते धूमस्य अत्र एवं कुर्मः अत्र यद् अधिकरणं पारिभाषिकशब्देन उक्तम् एकनिमिषम् एकनिमिषम् प्रारिभाषिकशब्देन यदुक्तं तदनन्तरं पश्येम. अत्र सारांशः कः इति चेत् यस्मिन् अधिकरणे धूमाभावः अस्ति तस्मिन् अधिकरणे वह्नेः प्रतियोगित्वं न भवेत् इति तादृशार्थः. व्याप्तेः स्वरूपं कथयति धूम अधिकरणवृत्ति अत्यन्त अभावप्रतियोगी. अस्तु किञ्चित् अग्रे पठेम. व्याप्तेः स्वरूपं कथयति हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरणं व्याप्तिः इति टेक्निकल् डेफिनिशन् अस्ति. अनेन अन्वयव्याप्तिः. अन्वयव्याप्तिः इत्युक्ते किं? यत्र यत्र हेतुः तत्र तत्र साध्यं खलु. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. अस्तु अत्र हेतु अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी. अत्र तृतीयवाक्यम् अस्माभिः उक्तं खलु, यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः इति. तस्य एव यत्र एतादृशविवरणं कृतम्. हेत्वधिकरणवृत्ति अत्यन्त अभावप्रतियोगी साध्यसामानाधिकरणं व्याप्तिः इति. अस्तु किञ्चित् इतोपि अग्रे पठेम. यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः, तस्य अयमेव अर्थः. नाम धूम अधिकरणवृत्तिः यः अत्यन्त अभावः तत्र सः वह्नेः अत्यन्त अभावः न भवति. धूम अधिकरणवृत्ति यः अत्यन्त अभावः तत्र तस्मिन् अधिकरणे स च वह्नेः अत्यन्त अभावः न भवति. यतोहि धूम अधिकरणे सर्वदा वह्निः भवत्येव. अतः वह्निः अत्यन्त अभावः स्वीकर्तुं न शक्यते, किन्तु घटपटादि अत्यन्त अभावः भवति. यस्मिन् अधिकरणे धूमः अस्ति तस्मिन् अधिकरणे वह्नि अभावः न भवति. इत्युक्ते घटपटादीनाम् अभावः भवति किन्तु वह्नि अभावः न भवति. अप्रतियोगी भवति वह्निः इत्युक्तौ तदेव साध्यम्. स च इत्युक्ते साध्यं धूम अधिकरणवृत्ति अत्यन्तभव अप्रतियोगी वह्निः. तादृशवह्निः वह्निः अधिकरणवृत्तिः धूमः पुनः. इत्युक्ते वह्निः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे धूमः अपि अस्ति इति. तत्र महोदय तत्र अधिकरणम् अस्ति. एकम् अधिकरणं स्वीकुर्मः तत्र धूमः अस्ति. महानशं स्वीकरोतु. महानशम् इति स्वीकुर्मः तत्र धूमः अस्ति. तत्र इदानीं अत्यन्तभावः अपि अस्ति. कस्य अत्यन्तभावः? वह्नि विना अपरेषाम् अत्यन्तभावः भवति इति वा? महानसे कस्य अत्यन्तभावः अस्ति? अत्यन्तभावः धूमस्य अत्यन्तभावः नास्ति, धूमः अत्रैव अस्ति. वह्निः अपि भवेत् इति कृत्वा तत्र वह्नेः अत्यन्तभावः अपि नास्ति. अपरेषां पदार्थानाम् अत्यन्तभावः तत्र अधिकरणे अस्ति. तत् तद् एवमेव उक्तम् इत्युक्ते अन्येषां यत् यस्य येषां केषां तत्र अभावः भवितुमर्हति, किन्तु किं न भवितुमर्हति इति चेत् केवलं वन्नेः अत्यन्तभावः न भवेत्. यदि वन्नेः अत्यन्तभावः भवति तर्हि तत्र तयोः मध्ये व्याप्यव्यापकभावः न वक्तुं शक्यते, खलु? सत्यम् इति कृत्वा तावदेव अत्र उक्तं. किञ्चित् अत्र न्यायशैल्याम् उक्तं तावदेव, किन्तु आशयः एव आशयः तदेव अस्ति. तत्र वह्निः भवेत् इति कृत्वा वह्नेः अत्यन्तभावः न भवति इति कृत्वा तत्र वाक्यं वदति धूम अधिकरणवृत्ति अत्यन्ताभावः अप्रतियोगी. अप्रतियोगी वह्निः इत्युक्ते तत्रैव किञ्चित् क्लेशः. अप्रतियोगी वह्निः अत्यन्ताभावस्य प्रतियोगी भवति. इदानीं पट अत्यन्तभावः स्वीकुर्मश्चेत् पटः एव तस्य प्रतियोगी भवति. वह्निः कदाचित् अपि प्रतियोगी न भवति इति अर्थः वा? कदापि प्रतियोगी अत्यन्तभावस्य भवति. सत्यं. अत्र पश्यतु, आशयः एवमस्ति, यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः अस्ति तस्मिन् अधिकरणे यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः अस्ति तस्मिन् अधिकरणे किमिति? धूमस्य अत्यन्त अभावः. अहं चिन्तितवान् एकनिमिषं किञ्चित् शृणोतु. यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः अस्ति तस्मिन्नेव अधिकरणे वन्नेः अत्यन्ताभावः भवितुमर्हति, किन्तु भवितुमर्हति सत्यं. किन्तु यस्मिन् अधिकरणे धूमस्य अत्यन्ताभावः नास्ति यस्मिन् अधिकरणे यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः नास्ति तस्मिन् अधिकरणे वह्नेः अत्यन्त अभावः अपि न भवेत्. वह्नेः अत्यन्त अभावः अपि न भवेत् सत्यं. हा इति एव सामान्यरीत्या अस्य अवगमनम् इत्युक्ते यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः नास्ति तस्मिन् अधिकरणे वन्नेः अत्यन्त अभावः अपि न भवेत् इत्यतः तत्र अप्रतियोगी इति उक्तं तावदेव. किमर्थम् एतादृशं वदति इति चेत् अत्र यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः इति तृतीयवाक्यम् अस्ति उक्तं खलु? सत्यं. तस्य निरूपणम् एतादृशं कृतं तावदेव. एतद् मनसि निधाय किञ्चित् पठति चेत् बोधः जायते. इदानीं तादृशवह्नि अधिकरणवृत्तिः धूमः पुनः इति लिखितं, तस्य अर्थः किम् इति अपि तादृशवह्निः तादृशवह्निः यत्र धूमः अस्ति तत्र वह्निः भवति. तत्र अप्रतियोगी वह्निः इति अस्ति खलु, तदेव अत्र परामर्शितम्. अधिकरणवृत्तिः धूमः पुनः इत्युक्ते अधिकरणवृत्ति तत्र एव धूमः अस्ति इति अर्थः वा? कुत्र अस्ति वाक्यम् अहं पश्यन् अस्मि, परिच्छेदे अन्ते अस्ति महोदय, तत्रैव स च धूमधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी वह्निः तादृशवह्निः अधिकरणवृत्ति धूमः पुनः इत्युक्ते अत्र पश्यतु स च धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः इत्युक्ते यस्मिन् अधिकरणे धूमस्य अत्यन्त अभावः नास्ति इति अस्माभिः उक्तं खलु तादृशवह्निः अधिकरणवृत्तिः धूमः पुनः भवति इत्युक्ते यत्र वह्निः अस्ति तत्र धूमः अस्ति इति वदति तावदेव तावदेव इदानीम् आशयः एवमस्ति महोदय अत्र किं कुर्मः आशयः महोदय अत्र आशयः किञ्चित् सुलभः एव तु न्यायशैले यत् लिखितम् अस्ति वाक्यात् कथम् अवगमनं भवतु इत्येव प्रयत्नं कुर्वन् अस्मि अस्तु तद् किं कुर्मः यदि प्रत्येकम् अत्र विग्रहवाक्यं वक्तव्यं तद् अनन्तरं चिन्तयामः आशयः अवगतं आशयः अवगतं महोदय आशयः अवगतम् अस्तु अस्तु तर्हि अत्र स्थगयामः किमर्थम् इत्युक्ते प्रत्येकं पदस्य पुनः पुनः पठित्वा अन्येषां प्रायः तादृशचिन्तनं नास्ति इत्यतः अस्तु अनन्तरं चिन्तयामः अस्तु महोदय अस्तु तर्हि व्याप्तिः इत्युक्ते किं यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति वाक्यद्वयं वक्तव्यम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः द्वयमपि यत्र वदामः तत्रैव व्याप्यव्यापकभावः निर्णीतः भवति निश्चितः भवति एकमेव वाक्यं वदामश्चेत् न पर्याप्तं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तावदेव वदामश्चेत् न पर्याप्तं भवति इत्युक्ते यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अन्वयव्याप्तिरूप व्याप्तिवाक्यं वदामश्चेदेव न पर्याप्तं तत्र द्वितीयवाक्यमपि वक्तव्यं यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति अपि वक्तव्यम् अस्तु तर्हि शिरा महोदय भवतः एव प्रश्नः आसीत् एकदेशः इति भवता न अवगतम् इति खलु सत्यं महोदय अस्तु तत्र किञ्चित् पश्यामः पञ्चनिमिषाभ्यन्तरे अस्तु तर्हि इदानीं व्याप्तिः इत्युक्ते किं यत्र यत्र व्याप्यः तत्र तत्र व्यापकः यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति वाक्यद्वयं खलु अस्मिन् सन्दर्भे इदानीं व्याप्यः कः व्यापकः कः इति चेत् हेतुः व्याप्यः साध्यं व्यापकः व्यापकः अस्तु तर्हि पक्षः इत्युक्ते किं यत्र साध्यम् अपि च हेतुः भवेत् अधिकरणं भवति सत्यं तर्हि तत् पक्षः खलु उदाहरणम् इत्युक्ते किं तत्र पर्वतः तत्र वह्निः अस्ति न उदाहरणं वदतु इति न मया उक्तम् अत्र अनुमानवाक्ये अनुमानवाक्ये पक्षः भवति तदनन्तरं साध्यं भवति साध्यं तदनन्तरं हेतुः भवति उदाहरणं भवति खलु उदाहरणं भवति तर्हि पक्षः किम् इति चेत् यत्र यत्र हेतुः अस्ति पक्षः इत्युक्ते यत्र हेतुः अस्ति साध्यमपि अस्ति इति भवता साध्यमपि अस्ति उदाहरणम् इत्युक्ते किम् अन्यदेशे अपि तादृशभावः अस्ति हेतु अपि च साध्यं द्वयमपि अन्यदेशे उदाहरणे यत् उदाहृतम् अस्ति तत्र भवति तर्हि न इदानीं स्थलं किम् इति मया न पृष्टं पक्षः इत्युक्ते किं यत्र हेतुः अस्ति तत्र साध्यमस्ति इति पक्षः उदाहरणम् इत्युक्ते किं यत्र हेतुः अस्ति तत्र साध्यमस्ति तदेव सत्यं पक्ष उदाहरणयोः मध्ये भेदः नास्ति किन्तु एकः भेदः कः इति चेत् उदाहरणे पक्ष हेतुः साध्यं द्वयमपि प्रत्यक्षेन ज्ञातम् पक्षे केवलं हेतुः एव प्रत्यक्षेन ज्ञायते साध्यम् अनुमीयते सत्यं किन्तु पक्षः उदाहरणम् इति स्थलद्वयं स्वीकुर्मश्चेत् स्थलद्वये अपि यत्र यत्र हेतुः तत्र तत्र साध्यं तादृशस्थलमेव खलु हेतुः अपि अस्ति साध्यमपि अस्ति साध्यमपि तर्हि वस्तुतः अत्र पश्यतु इदानीं व्याप्तिः इति वदामश्चेत् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वदामश्चेत् व्याप्तेः एकदेशः एव पक्षः खलु व्याप्तेः एकदेशः एव पक्षः सत्यम् एकदेशः एव पक्षः हा व्याप्तेः पुनः एकदेशः एव उदाहरणमपि उदाहरणं सत्यम् इति उक्तं तावदेव ओ अस्तु इत्युक्ते मया यद् लिखितं सामान्यपक्षः इति यत्र यत्र हेतुः तत्र तत्र साध्यं तत्र सामान्यपक्षम् इति यदि मया लिखितं तद्वस्तुतः व्याप्तिः एव तर्हि कः कः पक्षः भवितुमर्हति इति चेत् यत्र व्याप्तिः लभ्यते तदेव पक्षः तदेव पक्षः यत्र यत्र व्याप्तिः लभ्यते तदेव उदाहरणं खलु अस्तु तर्हि इतोपि तर्हि एकदेशः इत्युक्ते किम् इति भवता अवगतं खलु अवगतं महोदय हा अस्तु तर्हि इतोपि किञ्चित् एकमेव वाक्यं वक्तुमिच्छामि अस्तु अत्र व्याप्तेः व्याप्तिसाधनार्थं व्याप्यव्यापकभावः साधनार्थं वाक्यद्वयं वक्तव्यं यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति एकं वाक्यं यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः अपि नास्ति इति वाक्यद्वयं वक्तव्यम् अस्तु तर्हि इदानीं यस्मिन् सन्दर्भे हेतुः केवलं पक्षे एव लभ्यते हेतुः केवलं पक्षे एव लभ्यते अन्यत्र यत्र कुत्रापि न लभ्यते तत्र इदानीं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति पक्षे वक्तुं शक्यते किन्तु यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति तादृश उदाहरणं न वक्तुं शक्यते खलु यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति सत्यं खलु तर्हि यत्र पक्षे यत्र हेतुः केवलं पक्षे एव लभ्यते तादृशसन्दर्भे उदाहरणम् अन्यद् उदाहरणं न वक्तुं शक्यते किमर्थम् इत्युक्ते एकस्मिन्नेव देशे एकस्मिन्नेव देशे हेतुः लभ्यते वह्निः उष्णः वह्नित्वात् इति तर्हि वह्नित्वं केवलं वह्नौ एव लभ्यते अन्यत्र यत्र कुत्रापि न लभ्यते इत्यतः इदानीम् अत्र व्यतिरेक अत्र व्यतिरेकदृष्टान्तः दातव्यः खलु यन्नैवं तन्नैवं यथा जलम् इति तर्हि यत्र व्यतिरेकदृष्टान्तः दास्यामः तत्र प्रथमम् अभावः वक्तव्यः भवति किमर्थमित्युक्ते इदानीं जले हेतुः अपि नास्ति साध्यमपि नास्ति साध्यमपि नास्ति खलु तर्हि तत्र द्वितीयवाक्यम् इदानीं जलम् इति स्वीकुर्मश्चेत् तत्र द्वितीयवाक्यमेव वक्तुं शक्यते यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति एव वक्तुं शक्यते किन्तु अस्माभिः किं दृष्टं केवलम् एकमेव वाद्यं वाक्यं वदामश्चेत् तत्र व्याप्तेः सिद्धिः न भवति सत्यं किन्तु अत्र अनिवार्यमस्ति इत्युक्ते यत्र इदानीं जले हेतुः अपि नास्ति साध्यमपि नास्ति इति कृत्वा अत्र प्रथमवाक्यं वक्तुं शक्यते यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति वक्तुं शक्यते किन्तु एकमेव वाक्यं वदामश्चेत् न पर्याप्तम् इत्यतः पुनः इतोपि तृतीयवाक्यं वदन्ति तृतीयवाक्यं वदामः यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः वस्तुतः हेत्वाभावाभावः इत्युक्ते किं हेतुः एव हेतु एव साध्याभावाभावः इत्युक्ते किं साध्यमेव. किन्तु अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति जले न वक्तुं शक्यते इत्यतः अत्र द्वितीयवाक्यं तृतीयवाक्यम् उक्तं तावदेव. तेन व्याप्तेः साधनं कृतम् इति बोधः तावदेव. एतदाधारीकृत्य चिन्तयन्ति चेत् सर्वं समीचीनतया अवगच्छामः. अस्तु अस्तु, तर्हि इदानीम् अग्रे सरेम वा? अस्तु, तर्हि इदानीं पुस्तके 106 पेज् मध्ये सोदाहरणं कालिकपरापरत्वनिरूपणम् इति अस्ति. तर्हि केवलं पुनस्मारणं करोमि. परा पर अपरव्यवहार असाधारणकारणे परत्वापरत्वे इति लक्षितम्. एषः एतस्मात् परम्, एषः एतस्मात् अपरम् इति तादृशव्यवहारः क्रियते चेत्, शब्दप्रयोगः क्रियते चेत् ज्ञानं जनयति, स च शब्दप्रयोगं. तादृशज्ञानम् अत्र परत्वम् अपरत्वम् इति गुणं न स्वीकुर्मश्चेत्, गुणौ न स्वीकुर्मश्चेत् तादृशे ज्ञानं न भवितुमर्हति इत्यतः पर अपरव्यवहार असाधारणकारणे परत्वापरत्वे इति उक्तम्. तत्र साधारणकारणं किम् इति अस्माभिः ज्ञातं, कालः अपि च दिक् एव साधारणकारणौ कारणे भवतः. किन्तु परत्व अपरत्व इति असाधारणकारणं भवति इति तावत् अस्माभिः दृष्टम्. अपि च दिक् कृतपरत्वापरत्वं कालकृतपरत्वापरत्वम् अनयोः मध्ये भेदः अपि किम् इति अस्माभिः चिन्तितम्. अस्तु, तस्मिन् विषये एव अग्रे आयास्यति. तर्हि मेहुल् महोदय, भवान् पठति वा? आम् महोदय, श्रूयते वा? हा, समीचीनम्. अस्तु, सोदाहरणं कालिकपरापरत्वनिरूपणम्. इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु न अधिकम् उक्तमिति विषयममुं स्फुटं निरूपयामः. अस्तु, अग्रेपि पठामः वा? आमामाम्. अस्तु, लोकप्रसिद्धं हि इदं यत् रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः रामस्य कनिष्ठः इति. इयं ज्येष्ठता एव शास्त्रे परत्वमिति उच्यते, कनिष्ठता च अपरत्वम्. अत्र रामः कुतः ज्येष्ठः इति प्रश्ने पूर्वमुत्पन्नः इति समाधानम्, लक्ष्मणः पश्चात् उत्पन्नः इति हेतोः कनिष्ठः इति च समाधानम्. अग्रे तत्र पूर्वमुत्पन्नं यत् शरीरं तत् अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः, क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्त्वात्, तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. कपालस्य स्वसमवायित्वसम्बन्धेन घटपरिमाणाश्रयत् त्ववत्, परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वं, कालस्य विभुत्वं सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव. एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च. अग्रिममपि पठित्वा तदनन्तरं चिन्तनं करोतु. अस्तु, एवं च परम्परासम्बन्धे स्वं रविक्रिया, स्वाश्रयः रविः, स्वाश्रयसंयुक्तः कालः, स्वाश्रयतपनसंयुक्तकालसंयुक्तं रामशरीरम्. अतः संयुक्तत्वं रामशरीरे अस्ति इति अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता. अस्तु, अत्र कालिक पर अपरत्व इत्यस्य निरूपणम् उदाहरणेन सह अत्र दत्तं. प्रथमवाक्ये इह रूपादिवत् अनयोः, अनयोः इत्युक्ते पर अपर परं परत्वं पर अपरत्वम् इति इत्यस्य निरूप एतयोः निरूपणम् अत्र अन्यव्याख्यासु अन्य व्याख्यासु इत्युक्ते अन्यग्रन्थेषु न अधिक अधिकम् उक्तम्. अतः अत्र एव किञ्चित् तस्य निरूपणम् अधुना कुर्मः. रूपादिवत् इत्युक्ते अहं चिन्तयामि स्पष्टतया किञ्चित् अत्र दत्तम् इति एव. अत्र उदाहरणेन अत्र दत्तं रामः लक्ष्मणस्य ज्येष्ठभ्राता इति लोकप्रसिद्धम् इति वयं सर्वे जानीमः. तर्हि लक्ष्मणः रामस्य कनिष्ठः इति अहं वयं जानीमः. अत्र ज्येष्ठता एव शास्त्रे परत्वम् इति उच्यते. ज्येष्ठता इत्यस्य एव अपरनामकरणमस्ति परत्वम्. अपि च कनिष्ठता इत्यस्य अन्यत् नाम अस्ति अपरत्वम्. ज्येष्ठता इत्युक्ते परत्वं, कनिष्ठता इति अपरत्वम् इति उच्यते. अत्र रामः कथं ज्येष्ठः इति यदि प्रश्नः कुर्मः चेत् रामः पूर्वम् उत्पन्नः, तस्य जन्म पूर्वे अभवत्, अतः तदेव समाधानम् अत्र वक्तुं शक्नुमः. अतः एव रामः ज्येष्ठः. लक्ष्मणः पश्चात् उत्पन्नः, तस्य लक्ष्मणस्य जन्म अनन्तरम् अभवत् इति कारणेन सः कनिष्ठः इति एव समाधानम् अस्ति. अग्रे दत्तमस्ति इति एव उदाहरणं कालिकपरम् अपरत्वम् इत्यस्य. अग्रे किमस्ति, तर्हि पूर्वम् उत्पन्नं यत् शरीरम् इत्युक्ते रामस्य शरीरम् इति उदाहरणम् अत्र वयं स्वीकुर्मः चेत् रामस्य शरीरं, तत् शरीरम् अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः इत्युक्ते सूर्यः तु सर्वदा भ्रमणं करोति. सूर्यस्य या क्रिया अस्ति, भ्रमणक्रिया अस्ति, तत् सर्वदा भवति. अहर्निशम् इत्युक्ते सर्वदा भवति. तत् क्रियां तासां यद्यपि न समवायेन आश्रयः इत्युक्ते रामस्य शरीरं समवायेन तत् क्रियायां न आश्रितः. तस्य आश्रयः सूर्यस्य या क्रिया अस्ति तस्मिन् रामस्य शरीरं समवायेन न आश्रयः. क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्त्वात् सूर्ये क्रिया इति क्रिया इत्यस्य समवायिकारणं सूर्यमेव. अतः क्रिया इति स्वसमवायिकारणे सूर्ये सति सूर्ये अस्ति. तथापि तत् इत्युक्ते रामस्य शरीरं तादृशक्रियाणां परम्परया आश्रयः भवति इत्युक्ते क्रिया इति इत्युक्ते रामस्य शरीरम् इति समवायेन क्रियायाम् आश्रयः नास्ति. परन्तु तथापि तादृशक्रियाणाम् इत्युक्ते सूर्यस्य याः अहर्निशं क्रिया भवति तासां परम्परया सम्बन्धेन रामस्य शरीरम् आश्रयः भवति, तत् आश्रितं भवति. कथम् इत्युक्ते कथम् इति अग्रे वयं पश्यामः. परन्तु अत्र उदाहरणरूपेण कपालस्य स्वसमवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत् इति अत्र उदाहरणरूपेण दत्तमस्ति. घटपरिमाणं तु समवायिकारणेन घटे अस्ति, घटः पुनः समवायिकारणेन कपाले अस्ति. अतः कपालः तु स्वसमवायित्वसम्बन्धेन घटपरिमाणे आश्रयः भवति. तथैव अत्रापि रामस्य शरीरम् एतदेव परम्परासम्बन्धेन सूर्यस्य क्रियायाम् आश्रयः भवति. महोदय, तत् अत्र सर्वं समीचीनतया उक्तं. तत्र घटपरिमाणे आश्रयः इति न वक्तव्यं, घटपरिमाणस्य आश्रयः. ओ, घटपरिमाणस्य आश्रयः, क्षम्यतां. कपालः आश्रयः खलु अधिकरणम्. तर्हि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति. घटपरिमाणं कपाले अस्ति. घटपरिमाणं समवायित्वसम्बन्धेन कपाले अस्ति. तथैव अत्र अत्रापि परम्परासम्बन्धः भवति. तस्य नामकरणं किम् इत्युक्ते स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति अत्र परम्परासम्बन्धस्य नाम अस्ति. तत् कथम् इत्युक्ते कालः इति विभुः अस्ति, तस्य सर्वमूर्तद्रव्येण सह द्रव्यैः सह संयोगः वयं पूर्वे एव दृष्टवन्तः. एक एव कालः अस्ति, परन्तु सः कालः तपनेन इत्युक्ते सूर्येण सह संयुक्तः, अपि च तदेव कालः रामस्य शरीरेण अपि संयुक्तः भवति. अतः एव रामस्य शरीरं स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वेन कालेन सह संयुक्तः इति परम्परासम्बन्धेन संयुक्तः अस्ति. एवं च परम्परासम्बन्धे अस्तु, तस्मात् किञ्चित् बहु समीचीनं, किञ्चित् अहं वदामि. अत्र सर्वेषां मनसि भवेत् संयुक्तः इत्युक्ते संयोगसम्बन्धः इति. कालः इति द्रव्यं, रामस्य शरीरमपि द्रव्यं, सूर्यः अपि द्रव्यं. कालः विभुः, सूर्यः तत्र विभुः नास्ति इत्युक्ते तस्य परिमाणं न्यूनमेव अस्ति खलु कालस्य अपेक्षया. विभुः सूर्यः विभुः नास्ति, शरीरमपि विभुः नास्ति इत्यतः विभुद्रव्यस्य अनित्यद्रव्येण सह संयोगः भवति इति कृत्वा इदानीं कालः रामस्य शरीरेण सह संयुक्तः, अपि च सूर्येण सह संयुक्तः, त्रयमपि द्रव्यम् इत्यतः तावत् प्राप्तं. तदनन्तरं एवञ्च परम्परासम्बन्धे स्वं रविक्रिया स्वाश्रयः रविः. सूर्यः इति परम्परासम्बन्धेन रविक्रियायां स्वाश्रयः आश्रयः. महोदय, अत्र अस्मिन् परिच्छेदे किम् उक्तमिति चेत् तत्र पूर्वस्मिन् परिच्छेदे स्व आश्रयतपनसंयुक्तकालसंयुक्तत्वसम्बन्धेन इति लिखितम् अस्ति, तस्य विवरणमत्र दत्तम्. अस्तु, तर्हि स्वम् इत्युक्ते किम् इति तादृशं वदतु. ओ अस्तु अस्तु. आम्, अत्र स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् अस्तु इत्यस्य उदाहरण अत्र विवरणमस्ति. स्वाश्रयसंयुक्तः कालः, स्वाश्रयतपनसंयुक्तकालसंयुक्तं रामशरीरम्. अस्तु, तपनः पश्यतु, स्व आश्रय तपन संयुक्त काल संयुक्तत्वम् इति षड् पदानि सन्ति खलु. प्रत्येकं पदस्य अर्थमत्र लिखितमस्ति. स्वम् इत्युक्ते किम्? स्वम् इत्युक्ते रामस्य शरीरं, न अत्रैव दत्तमस्ति खलु महोदय. स्वम् इत्युक्ते रविक्रिया. ओ अस्तु, रवेः क्रिया. ओ अस्तु अस्तु, क्षम्यतां. हा, स्व इति रविक्रिया, स्वाश्रय इति सूर्यः रविः, स्वाश्रयसंयुक्तः इति कालः, अपि च स्वाश्रयतपनसंयुक्तकालसंयुक्तम् इति रामशरीरम् इति अत्र दत्तं. बुद्धं खलु? तर्हि आम् आम्, रवेः क्रिया रवौ अस्ति, रवि अपि च तपनं, द्वयमपि पर्यायपदं, तपनः रविः पर्यायपदानि, पर्यायपदौ. अस्तु, तर्हि स्वाश्रय स्वम् इत्युक्ते रवेः क्रिया, तपनक्रिया, तपनक्रिया, सूर्यक्रिया इति वदतु. तपन इत्युक्ते तत्र प्रायः भ्रमः जायते. अस्तु, सूर्यक्रिया, सूर्यक्रियायाः आश्रयः कः? सूर्यः. सूर्येण सह कः संयुक्तः? कालः. कालेन सह पुनः कः संयुक्तः? रामस्य शरीरम्. रामस्य शरीरम्, सत्यं सत्यम्, अतः एव स्वाश्रय इति परम्परासम्बन्धेन सूर्ये विद्यमानक्रिया इदानीं रामं प्रति आगतं, रामस्य शरीरं प्रति आगतम्, आगतम्, आम् सत्यं सत्यं, तदेव अत्र उक्तम्, अतः संयुक्तत्वं रामशरीरे अस्ति इति अतेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता, सूर्यक्रिया सूर्यक्रिया अपि च रामस्य शरीरस्य रामस्य शरीरम् इत्यनयोः मध्ये स्वाश्रयतपनसंयुक्तकालसंयुक्तम् इति सम्बन्धः, संयोगसम्बन्धः तस्य नाम सत्यम् इति परम्परासम्बन्धेन अत्र सूर्यस्य सूर्ये विद्यमानक्रिया रामस्य शरीरे आगता, तर्हि इदानीं रामस्य शरीरम् अधिकक्रिया अनुभूता अस्ति खलु लक्ष्मणस्य क्रियायाः लक्ष्मणस्य शरीरस्य अपेक्षया इति कृत्वा एव तस्य ज्येष्ठत्वं प्राप्तम्, समीचीनं समीचीनं, अस्तु बहु समीचीनं, तर्हि इदानीम् अग्रे विजी भगिनी पठति वा, धन्यवादः महोदय, धन्यवादः, पठामि भवति किन्तु विवरणं प्रयत्नं शक्यते इत्थमेव च ताः क्रियाः लक्ष्मणशरीरे अपि सन्ति, स्वं क्रिया स्व आश्रयः तपनः तत्संयुक्तः कालः तत्संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतोः, एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः स्वीक्रियाः आनीताः, रविक्रियाः ओके ओके सारि रविक्रियाः आनीताः, इत्थमेव सा क्रिया सूर्यात् आगतः तदनन्तरं लक्ष्मणशरीरे अपि परम्परासम्बन्धेन सा क्रिया आगता, अस्तु केवलम् एकवारं सम्बन्धस्य नाम वदतु, परम्परासम्बन्धस्य नामवायि स्व आश्रय तपनसंयुक्तकालसंयुक्त ओके स्व आश्रय संयुक्त स्वं क्रिया स्व आश्रयः तपनः सूर्यात् क्रिया आगतः स्व आश्रयः तपनः, तपनः इत्युक्ते तत् संयुक्तः कालः तत् संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतोः, सूर्यात् आगतः तपनः कालसंयुक्तः तदनन्तरं कालसंयुक्तत्वं लक्ष्मणशरीरे अपि लक्ष्मणशरीरपर्यन्तम् आगतः इत्यतः कालः सूर्येण सह संयुक्तः अपि च लक्ष्मणशरीरेण सह संयुक्तः खलु संयुक्तः आम् आम् कालः सूर्य कालः अधिकरणं भवति वा अधिकरणं नास्ति संयुक्तः खलु कालः तु सर्वस्य अधिकरणम् अस्ति इति वयं जानीमः किन्तु अत्र अधिकरणस्य विवक्षा किमपि नास्ति ओके इति हेतोः द्रव्यं विभुः अस्ति कालः इति कृत्वा सर्वेषां सर्वत्र सर्वदा संयुक्तः एव भवति एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः अग्रे पठतु भगिनि टेबल् न श्रूयते हरिः ओम् मम ध्वनिः श्रूयते वा? आं महोदय, आं महोदय, तस्याः ध्वनिः एव न श्रूयते. अस्तु अस्तु अस्तु, तर्हि शिवराम महोदय अग्रे पठति वा? परन्तु लक्ष्मणशरीरे. आम्, परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रिया आगताः तत् पूर्वं काश्चन क्रिया रामशरीरे आगताः, तासाम् आश्रयः लक्ष्मणशरीरे नैव भवितुम् अर्हति. कथं हि तत् अनुत्पन्नमेव क्रियाणाम् आश्रयः भवेत्? ताश्च काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रियासम्बन्धम् इति रामः ज्येष्ठः इति व्यवह्रियन्ते. रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः भवति. अत्र नूतनम् अत्र सर्वं सरलमेव अस्ति खलु? तर्हि रामस्य इदानीं लक्ष्मण रामस्य रामस्य शरीरं याः क्रियाः अनुभूयते तस्मिन् समये लक्ष्मणस्य शरीरमेव नास्ति इत्यतः कथं वा तस्य अनुभवः न भवितुमर्हति इति कृत्वा रामस्य शरीरं लक्ष्मणस्य शरीरस्य अपेक्षया अधिकक्रिया अनुभूयत्येव इति कृत्वा तस्य ज्येष्ठत्वं साधितं तावदेव. अस्तु, अग्रे पठतु महोदय. तथा च तादृशाधिकसूर्यक्रियावती शरीरे परत्वाख्यः गुणः तादृशन्यूनक्रियावती शरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते. एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः. महाकालनिरूपणाधीनौ एतौ गुणौ तद् उपाधिभूताः या रविक्रियाः तन्निरूपणाधीनौ च. अतः कालिकपरत्वं कालिक अपरत्वम् इति च तयोः संज्ञा. सर्वं च एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति. अस्तु, स्वशब्दैः प्रतिपादयतु महोदय. गुण तादृश परत्वाख्यगुण वैशेषिकं न्यायं तयोर्मध्ये भेदमस्ति वा? एकमेव वा? किञ्चित् भेदमस्ति वा? आमां, पूर्वं भेदम् आसीत्, तदनन्तरं मिलित्वा न्यायवैशेषिकम् इति नाम कृतं, किन्तु मूलतः भेदः अस्ति एव, सम्पूर्णरीत्या भेदः अस्ति. सम्पूर्णरीत्या भेदः अस्ति, धन्यवादः. अत्र न्यून अपरत्व न्यूनक्रियावति शरीरे तत्र अपरत्वं भवति, यत्र अधिकक्रिया भवति तत्र परत्वम् अङ्गीक्रियते. किन्तु न्यूनक्रिया अधिकक्रिया इति किम् आधारीकृत्य क्रियते? तत्र काल इति आधारकृत पूर्वतनकाले वा? हा, काल आधारीकृत. काल आधारीकृत्य अधिकत्वं न्यूनत्वम् अधिक इति व्यवहरामः इति कृत्वा कालकृतज्येष्ठे कालकृतपरत्वं कनिष्ठे कालकृत अपरत्वम् इति. यत्र अधिका क्रिया भवति तत्र ज्येष्ठः, न्यूना क्रिया यत्र अस्ति सः कनिष्ठः इति व्यवहारः अस्ति. सत्यं तर्हि कालम् अपेक्ष्य एतादृशचिन्तनं कृतम् इति कृत्वा कालकृतं परत्वं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति अस्तु अग्रे महोदय एतादृशपदार्थे सिद्धे च लक्ष्मणम् अपि सुगमं तदादौ दिक्कृत परत्व अपरत्वयोः लक्षणे चिन्तयामः ते च परत्व अपरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते तत्र परत्व अपरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते प्रकारता अवच्छेदकं च परत्वम् अपरत्वं जातिद्वयम् समीचीनतया पुनः पठतु प्रकारता अवच्छेदकं च परत्वत्वम् अपरत्वत्वं जाति हा परतत्वः अत्र धर्ममस्य अत्र परत्वत्वम् अपरत्वत्वम् इति धर्म धर्ममस्य धर्मधर्मी बहु जातिद्वयम् अग्रे उक्तं तर्हि अत्र चित्रमस्ति चित्रे चित्रात् किं वाक्यं वक्तव्यं तदेव अत्र दत्तमस्ति तर्हि वाक्यं न पठेम भवान् एव चित्रं निरूपयतु चित्रं दृष्ट्वा परत्वं निरूपयतु 89th चित्रं दृष्ट्वा परत्वं निरूपयतु चैत्रनिष्ठ चैत्रत्व अवच्छिन्न विशेष्यता निरूपित इति तादृशम् आरब्धम् किञ्चित् प्रयत्नं करणीयं चैत्र अस्तु तर्हि विधि भगिनी वदति वा प्रयत्नं करोमः चैत्रनिष्ठ चैत्रत्व विशेष्यता अवच्छिन्न परत्वनिष्ठ परत्वत्वं निष्ठ प्रकारता अवच्छिन्न एकनिमिषं ज्ञाननिष्ठ भगिनि पुनः वदतु आरम्भतः पुनः वदतु चैत्रनिष्ठ चैत्रनिष्ठ चैत्रत्व निष्ठ विशेष्यता भगिनि विशेष्यता चैत्रत्वे निष्ठः वा समानस्तरे अस्ति वा उपरिस्तरे अस्ति वा उपरिस्तरे चैत्रत्वं चैत्रनिष्ठ चैत्रत्वम् अपि च विशेष्यता द्वयमपि एकस्मिन् स्तरे अस्ति तर्हि एकः चैत्रत्व अवच्छिन्न विशेषता परत्वनिष्ठ परत्वत्व अवच्छिन्न प्रकारता ज्ञाननिष्ठ ज्ञानत्व अत्र निरूपित वक्तव्यं खलु अवच्छिन्न परत्व अवच्छिन्न प्रकारता निरूपित ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगः सः शब्दप्रयोगः शब्दप्रयोगनिष्ठ इति तादृशं शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणता आश्रय परत्वं कारणता आश्रयत्वं परत्वे अस्ति आश्रयत्वं परत्वे अस्ति आश्रयत्वं परत्वे अस्ति नो चेत् कारणता आश्रयः परत्वं इतोपि ज्ञाननिष्ठकार्यता इत्येव पर्याप्तं वा ज्ञानत्वनिष्ठ इति न न वक्तव्यं चेत् वक्तव्यं, किन्तु सर्वत्र अवच्छिन्नः अस्ति, अवच्छेदकः अस्ति इति कृत्वा वक्तव्यम् इति न, यत्र यत्र पृथक् करणीयं तत्रैव वक्तव्यं, नो चेत् तत्रैव वक्तव्यं, नो चेत् न. स्पष्टम् अस्तु. ओके मुरळीमहोदय, द्वितीय द्वितीयचित्रं भवान् निरूपयतु. सुप्रभातं महोदय. मैत्रनिष्ठ मैत्रत्वं मैत्रत्व अवच्छिन्न विशेष्यता निरूपित ज्ञान ज्ञाननिष्ठ कार्यता. एकनिमिषं, तत्र मैत्रनिष्ठ मैत्रत्वावच्छिन्नविशेषता निरूपित, तदनन्तरम् अपरत्वम् इति आरम्भं करोतु. आम् आं महोदय. आम् वदतु. हलो वदतु वदतु. अपरत्वम् अपरत्वं निष्ठ अपरत्वम् अवच्छिन्न प्रकारता निरूपित ज्ञाननिष्ठकार्यता आश्रय कारणता कार्यता आश्रय निरूपित इति वक्तव्यं. ज्ञाननिष्ठकार्यता निरूपित. आं महोदय. कार्यनिष्ठ कारणता निरूपित. न न महोदय, ज्ञाननिष्ठकार्यता निरूपितकारणता आश्रय. उपरि गच्छति चेत् निष्ठ, अधो गच्छति चेत् आश्रय, समानस्तरे गच्छति चेत् निरूपित. पुनः वदतु ज्ञान इति आरभ्य. ज्ञाननिष्ठकार्यता निरूपित कारणता आश्रय शब्दप्रयोगः निष्ठ कार्यता निरूपित कारणता आश्रय अपरत्वं. बहु समीचीनं, बहु उत्तमं महोदय इति अस्ति. धन्यवादः. अस्तु तर्हि भवानेव पठतु, अत्र उपरि वाक्यद्वयमस्ति खलु, तथा च इति. तथा च चैत्रमैत्रत्व अवच्छिन्न विशेष्यता निरूपित परत्वत्व अपरत्व अपरत्वात् अवच्छिन्न प्रकारता निरूपित निरूपक ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणता आश्रयत्वं परत्वस्य अपरत्वस्य च लक्षणम्. अत्र परत्वत्व अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके, किन्तु ज्ञानभेदेन विभिन्नप्रकारतयोरेव, तथापि व्याख्या सौकर्यायोक्तम् इत्थम् उक्तम् इत्थम् एव कालकृत परत्व अपरत्वयोः लक्षणे चिन्त्यते. यदि चित्रम् अहं पठामि तदेव तत्र लिखितमस्ति महोदय. आम्, किन्तु अत्र परत्वापरत्वे न एकस्यां प्रकारतायाम् अवच्छेदके इत्यस्य इत्यस्य अर्थः कः महोदय? परत्व अत्र परत्वत्व अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके. महोदय just I missed it. Where is it actually? Chaitra Maitra. Last sentence but two. Aparatvena ekasyam. Prakara prakaratayam avachedike. Kintu jnana bedana. That is not, you know. Atra paratvatva aparatvatvena ekasyam prakaratayam avachedike. अत्र अत्र इत्युक्ते चित्रे एव महोदय, चित्रपटे. न न अस्तु, मेहुल् महोदय किञ्चित् सहायं करोतु. आम् महोदय, अत्र परत्वत्व अपरत्व इत्यस्मिन् एक एव प्रकारतायाम् अवच्छेदकः न भवति. अत्र चित्रे वयं पश्यामः चेत् अपरत्वम् इति प्रकारतायाः अवच्छिन्न अवच्छेदकं भवति, अपि च परत्वम् इति अपि प्रकारतायाः अवच्छेदकः भवति. परन्तु अपरत्वम् इति अवच्छेदकः अपरत्वनिष्ठ यः प्रकारतः अस्ति तस्य एव अवच्छेदकः भवति. परत्वम् इति परत्वं निष्ठ यः प्रकारतः अस्ति तस्य अवच्छेदकः भवति. अतः तत्र किञ्चित् भिन्नः अवच्छेदकं भवति भिन्नः. कथं वयं ज्ञातुं शक्नुमः? तर्हि ज्ञानभेदेन ते तयोः मध्ये यः विभिन्नप्रकारता अस्ति तस्मिन् तत् वयं ज्ञातुं शक्नुमः ज्ञानभेदेन इति अत्र. ओ किमर्थम् एतद् दत्तं महोदय? महोदय अत्र किमर्थं किं दत्तं व्याख्या? एतद् वाक्यं किमर्थं? मुरली महोदय म्यूट् मध्ये भवतु. ओ अस्तु, परत्वत्व अपरत्वत्व इति अवच्छेदकः एक एव प्रकारतायाम् अवच्छेदकः नास्ति इति कथं किमर्थं किमर्थं दत्तम् इति. द्वयोः तत्र केवलम् अहं चिन्तयामि स्पष्टीकरणार्थं प्रकारता इति द्वयोः मध्ये अस्ति, परन्तु तस्मिन् किञ्चित् भिन्नता अस्ति तत् दर्शितुम् अतः एव अत्र दत्तं. न अत्र पश्यतु, अस्माभिः कथं वा वाक्यमुक्तं, भिन्नभिन्नवाक्यमुक्तं खलु. चैत्रनिष्ठचैत्रत्वावच्छिन्नविशेषता निरूपित, परत्वनिष्ठपरत्वत्वावच्छिन्नप्रकारता निरूपकज्ञानम्, अपि च मैत्रनिष्ठमैत्रत्वावच्छिन्नविशेषता निरूपित, अपरत्वनिष्ठ अपरत्वत्वावच्छिन्नप्रकारता निरूपकज्ञानम् इति भिन्नभिन्नरीत्या उक्तं. तादृशं वाक्यं रचयामश्चेत् अत्र एतस्य वाक्यस्य आवश्यकता नास्ति. किन्तु अत्र वाक्यं कथं मिलित्वा लिखितमस्ति खलु, चैत्रमैत्रत्वावच्छिन्नविशेषता निरूपित, परत्वापरत्वावच्छिन्नप्रकारता निरूपक इति लिखितमस्ति खलु. आम् सत्यं सत्यं, हा द्वयोः तर्हि मिलित्वा लिखितं वा लिखितं मिलित्वा लिखितम् इत्यतः अत्र क्लारिफिकेशन् तस्य आवश्यकता आसीत्, नो चेत् न आवश्यकमेव. तत्र ज्ञानस्य ज्ञाने भेदः अस्ति, ज्ञानद्वयं वर्तते. यद्यपि ज्ञानस्य आकारः एवं भवति, मैत्रस्य अपेक्षया चैत्रः अपरः इति एकमेव वाक्यं भवति ज्ञाने. तत्र वस्तुतः ज्ञानद्वयमस्ति, चैत्रे परत्वमस्ति, मैत्रे अपरत्वमस्ति इति द्वयमपि ज्ञात्वा तदनन्तरम् एतादृशवाक्यं प्रयोगं कुर्मः. सत्यं सत्यम् इति कृत्वा अत्र पश्यतु, परत्वत्ता परत्वत्वावच्छिन्नप्रकारता इति लिखितमस्ति खलु, तर्हि एकमेव प्रकारता परत्वत्वेन अपरत्वत्वेन अवच्छिन्ना इति भाति, किन्तु तादृशं नास्ति. तादृशं नास्ति, आम् सत्यं. तादृशम् एवमेव अत्र चैत्रमैत्र चैत्रमैत्रत्व अवच्छिन्न विशेष्यता, एकमेव विशेष्यता इति भाति, किन्तु वस्तुतः विशेषता भिन्ना अस्ति. भिन्ना अस्ति, सत्यम्. एका एका विशेषता चैत्रे अस्ति, अन्या विशेष्यता मैत्रे अस्ति. अत्र किञ्चित् क्लारिफिकेशन् दातव्यम् आसीत् तावदेव. सत्यं इति दत्तम् अस्तु. तर्हि परत्वापरत्वं निरूपितम्. इदानीम् अग्रिमगुणः अस्ति गुरुत्वम् इति. एतावत् प्रश्नः अस्ति वा महोदय? तत्र चित्रे मैत्र इति अपरत्वं समानपदमेव, चैत्र परत्वं समानमेव. समानमित्युक्ते समानमित्युक्ते मैत्रनिष्ठ मैत्रत्व अवच्छिन्न विशेष्यतानिरूपितज्ञानम् अथवा इतोपि अपरत्वनिष्ठ अपरत्वत्वम् अवच्छिन्न प्रकारतानिरूपितज्ञानं तयोर् टु वेस् वि केन् से ज्ञानं. इट्स् वाट् ऐ एम् आस्किङ्ग्. सो मैत्रीकृतम् प्रत्येकं ज्ञाने, मुरलीमहोदय, प्रत्येकं ज्ञाने कति विषयाः भवन्ति? ज्ञाने अपरत्वं मैत्रं न तत् त्यजतु. प्रत्येकं सामान्यप्रश्नः, एकस्मिन् ज्ञाने कति विषयाः भवन्ति? त्रीणि. मुरलीमहोदय, प्रत्येकं ज्ञाने त्रयः विषयाः भवन्ति खलु? आम्. प्रकारः, विशेष्यः, तयोः मध्ये यः सम्बन्धः, संसर्गः इति. आं महोदय. तर्हि अत्र प्रकारः कः? अपरत्वं. विशेष्यः कः? मैत्रः. तयोः मध्ये यः सम्बन्धः अस्ति अपरत्वम् अपि च मैत्रः, इदानीम् अपरत्वम् इति गुणः, मैत्रः इति गुणी, तयोः मध्ये समवायसम्बन्धः भवति. तर्हि एकमेव ज्ञानं, प्रत्येकं ज्ञाने त्रयः विषयाः भवन्ति, तदेव अत्र लिखितमस्ति. प्रकारता विशेष्यता. हा, एकमेव ज्ञानम् अत्र, किन्तु 90th चित्रम् एकं ज्ञानम्, 89th चित्रम् अन्यज्ञानम् अस्ति, ज्ञानद्वयमस्ति, किन्तु प्रत्येकं ज्ञाने त्रयः विषयाः भवन्ति. धन्यवादः महोदय. अस्तु अस्तु, एतावत् प्रश्नः अस्ति वा? अत्र कालः अपि साधारणकारणमस्ति खलु महोदय? अत्र नास्ति, सर्वत्र कालः साधारणकारणमिति अस्माभिः अधीतं खलु? सत्यं. सर्वेषां द्रव्याणां कालः आधारः भवति. सर्वे सर्वाणि द्रव्याणि काले वर्तते इति. सत्यम्. अस्तु, वदतु. अत्र शब्दप्रयोगे परत्वं कारणम् इति अस्ति, कालः अपि तस्य कारणम् इति वक्तुं शक्नोति खलु महोदय? तत्र कारणता शब्दप्रयोगस्य कारणता कालः अपि अस्ति इति वक्तुं शक्यते. अस्तु, तदेव. सत्यं, यदि बहु समीचीनं. तर्हि कालः अपि साधारणकारणत्वेन वक्तुं शक्यते इति कृत्वा एव लक्षणवाक्ये असाधारणकारणे इति पदं प्रयुक्तं, नो चेत् काले अतिव्याप्तिः भवति. कालः तु साधारणकारणमस्ति, किन्तु परत्वम् अपरत्वम् इति गुणौ असाधारणकारणमस्ति, इत्यतः एव तत्र परापरव्यवहार असाधारणकारणे परत्वापरत्वे इति लक्षितं, नो चेत् अतिव्याप्तिः काले भवत्येव. दिशि अपि भवति, दिक् अपि साधारणकारणमस्ति. अस्तु, तर्हि किञ्चित् समयः अवशिष्टः अस्ति. तर्हि श्रीराममहोदय भवानेव पठतु गुरुत्वलक्षणे पतनपदार्थः इति. गुरुत्वलक्षणे पतनपदार्थः क्रमप्राप्तं गुरुत्वं निरूपयति. आद्यपतन असमवायिकारणं गुरुत्वं पृथिवी जले जलवृत्ति इति पतनं तद् वक्तव्यं वाक्यं. तर्हि किञ्चित् वदतु अत्र लक्षणवाक्ये कति दलानि सन्ति प्रत्येकं किञ्चित् प्रतिपादय. आद्यपतन असमवायिकारणं असमवायिकारणं गुरुत्वम् इति एकमेव दलम् अस्ति महोदय. आद्यपतनस्य असमवायिकारणं गुरुत्वं पृथिवीजलवृत्ति पृथिव्यां गुरुत्वमस्ति अपि च जले गुरुत्वम् इति गुणः अस्ति. अस्तु, तर्हि असमवायिकारणम् इत्युक्ते किम्? असमवायिकारणस्य समवायसम्बन्धेन कारणेन समवायिकारणे अधिकरणे भवति. समवायिकारणे समवायसम्बन्धेन अधिकरणे भवति. कारणेन सह कार्यं जनयति. तत् त्यजतु, इदानीं कारणेन सह कार्येन सह इति समवायिकारणस्य द्वैविध्यं. सामान्यलक्षणं किम् असमवायिकारणस्य? सामान्यलक्षणं समवायसम्बन्धेन अधिकरणे स्थित्वा कार्यं जनयति. केन सम्बन्धेन? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धः नास्ति तत्र समवायसम्बन्धे. तर्हि वदतु समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन सम्बन्धेन कार्यं समवायिकारणं. समवायिकारणसम्बन्धेन नास्ति असमवायिकारणम् अपि च अधिकरणम् इति न वक्तव्यं, कार्याधिकरणे इति वक्तव्यम्. कार्याधिकरणे समवायिसम्बन्धेन कार्याधिकरणे स्थित्वा समवायिसम्बन्धेन एव कार्यं यत् जनयति तत् समवायि असमवायिकारणम्. तर्हि आद्यपतन असमवायिकारणं गुरुत्वं. तर्हि आद्यपतनम् इति कीदृशपदार्थः? क्रिया. सत्यं, बहु समीचीनं. क्रिया, पतनम् इति क्रिया. क्रिया अस्ति. हा, तर्हि आद्यपतन असमवायिकारणम् इत्युक्ते कन्दुकम् इति स्वीकुर्मश्चेत् कन्दुके क्रिया जायते खलु. कन्दुकम् उपरि क्षिपामश्चेत् किञ्चित् दूरम् उपरि गच्छति, तदनन्तरं पुनः अधोभागे आगच्छति खलु. भूमौ भूमं भूमिं प्रति आगच्छति खलु. तर्हि उपरिक्षिपामश्चेत् तत्र गुरुत्वं कारणं नास्ति. तत्र अस्माकं क्रिया, वयमेव क्रियां कारयामः खलु. किन्तु किञ्चित् दूरम् उपरि गत्वा तदनन्तरं पुनः आगच्छति खलु. तद् वयं तद् अस्माभिः न कृतं. तर्हि तत्र क्रिया अस्ति, तस्य कारणमस्ति गुरुत्वं. गुरुत्वम् आङ्ग्लभाषायां वदामश्चेत् इदानीं ग्राविटि फोर्स्. सत्यं. तर्हि गुरुत्वं वस्तुतः गुरुत्वम् इत्युक्ते वेट् इति अर्थः. तर्हि कन्दुकम् उपरि क्षिपामश्चेत् किञ्चित् दूरम् उपरि गत्वा तदनन्तरं पुनः भूमिं प्रति आगच्छति, तत्र आद्यक्रिया यदस्ति. आद्यक्रिया इत्युक्ते उपरिष्टात् भूमिं प्रति बह्व्यः क्रियाः सन्ति, तत्र केवलम् आद्यक्रियायाः कारणमस्ति गुरुत्वम् इति नय एकः. अत्र असमवायिकारणं कथं वा निर्णीतं साधितम्? अत्र क्रिया कन्दुके अस्ति, समवायसम्बन्धेन अस्ति, तदा गुरुत्वमपि समवायसम्बन्धेन कन्दुके अस्ति इति कृत्वा गुरुत्वं क्रिया आद्यपतनक्रियायाः समवायिकारणम्. असमवायिकारणम्. असमवायिकार बहु समीचीनम् उत्तमम् इति आद्यपतन क्रियायाः असमवायिकारणं भवति गुरुत्वम् इति गुणः गुणः गुणिनी समवायसम्बन्धेन वर्तते क्रिया क्रियावती समवायसम्बन्धेन वर्तते तर्हि गुरुत्वं कन्दुके स्थित्वा आद्यपतनक्रियां कारयति इत्यतः गुरुत्वम् आद्यपतनक्रियायाः असमवायिकारणं भवति अपि च पृथिवीजलवृत्ति इत्युक्ते किम् तत्र गुरुत्वं पृथिव्याम् अपि च जले भवति इति आदेयरूपेण भवति बहु समीचीनं तर्हि नवद्रव्याणि सन्ति तेषु केवलं पृथिव्यां जले तर्हि नैयायिकानां मतानुसारं पृथिवीजलं द्वयोः एव वेट् अस्ति तेजः आरभ्य तेजः वायुः आकाशः कालः दिक् आत्म मनः इत्येतेषां वेट् एव नास्ति इति तेषां चिन्तनम् अस्तु प्रथमपङ्क्ति पठतु जलम् उपरि क्षिपति चेत् अधो पतति खलु पतनञ्च पतनञ्च क्रिया विशेषः येन ये यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति पतनम् इत्युक्ते तद्वदामि वा महोदय पतनमित्युक्ते कश्चन क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधो देशः तेन सह द्रव्यस्य संयोगः भवति अनेन अनया क्रियया यत्र द्रव्यम् अस्ति तद् देशं तद् द्रव्यं त्यजति तदनन्तरम् अन्यदेशं प्राप्नोति संयोग अन्यदेशे तस्य संयोगः भवति तस्य कारणं भवति क्रिया पतनम् इति क्रिया इत्युक्ते फालिङ्ग् डौन् एव पतनं गोयिङ्ग् अप् पतनं नास्ति यद्यपि अधस्तात् उपरि गच्छामः तत्रापि क्रिया अस्ति अन्यदेशसंयोगः अस्ति किन्तु तत् पतनं नास्ति फ्रम् अप् टु डौन् इफ् यु फाल् तदेव पतनम् इति फालिङ्ग् एव पतनम् अत एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपमुच्यते अधोदेशसंयोगजनकः अधोदेशे संयोगं जनयति इति कारयति संयोगं कारयति इति कारणेन पतनं पतनस्य स्वरूपमस्ति अधोदेशे संयोगं जनयति अस्य असमवायिकारणं गुरुत्वं पतनक्रियायाः असमवायिकारणं गुरुत्वं तत्रेतद् उदाहरणं कन्दुकः कश्चित् स्वीकृतः उक्षिप्तश्च उपरि गमने आदौ तस्य वेगः अधिकः भवति शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति ततः तस्य अधोदेशसंयोग जनिका क्रिया पतनम् आरभ्यते कन्दुकं क्षिपामश्चेत् उपरि गच्छति तत्र तस्य वेगः न्यूनः भवति यदा कस्मिंश्चित् स्थले तस्य वेगः किमपि न भवति वेगः शून्यं भवति तत्र एव पतनक्रिया आरभ्यते अस्तु अग्रे केन जाता इयं क्रिया गुरुत्वेन गुरुत्वं भार इति लोके प्रसिद्धं तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते गुरुत्वं पतनक्रियां प्रति असमवायिकारणं भवति. गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति. गुरुत्वं गुणः पतनचक्रिया इति गुणक्रियोः द्रव्ये समवायेन स्थितिः प्रसिद्धा एव. अत्र समवायिका गुरुत्वं समवायिकपतनक्रियायाः समवायिकारणम् अस्ति. गुरुत्वम् अपि समवायसम्बन्धेन द्रव्ये अस्ति. पतनक्रिया अपि समवायसम्बन्धेन द्रव्ये भवति इति कृत्वा असमवायिकारणम् इति उक्तमस्ति. अस्तु, तर्हि गुरुत्वम् इत्युक्ते किं, पतनम् इत्युक्ते किं, भारः गुरुत्वम् इत्युक्ते किं, पतनम् इत्युक्ते किम्, अपि च पतनस्य असमवायिकारणं गुरुत्वं भवति, अपि च पतनस्य सर्वस्य पतनस्य इति नास्ति, आद्यपतनस्य एव असमवायिकारणं भवति गुरुत्वं. किमर्थम् आद्यपतनस्य न तु सम्पूर्णपतनस्य इति अग्रे चिन्तनम् आयास्यति. तस्मिन् विषये विषये चिन्तनम् अग्रे आयास्यति. अस्तु, समयः जातः. प्रश्नः अस्ति चेत् नास्ति चेत् समापयामः. धन्यवादः महोदय. सर्वेषां नमस्कारः. धन्यवादः. नमस्कारः.